अग्रे उपमेयोपमालङ्कारः पर्यायेण द्वयोस्तथ्येत् उपमेयोपमा मता धर्मो धर्मोऽर्थ इव पूर्णश्रीरर्थो धर्म इव त्वयि इति अत्र उदाहरणे धर्मश्च अर्थश्च स्वीकृतौ स्तः धर्मः अर्थः इव इति आदौ उक्त्वा पश्चात् अर्थः धर्मः इव इति वदति तेन एकदा धर्मस्य उपमानस्थानम् अन्यदा उपमेयस्थानमस्ति एवमेव अर्थः एकस्मिन् वाक्ये उपमेयः अपरस्मिन् वाक्ये च उपमानम् एवम् अत्र उपमेयोपमालङ्कारः लक्ष्यते।